एनाक्षरसमाम्नायम् अधिगम्यमय महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ॐ श्रीगणेशाय नमः। ॐ श्री महासरस्वत्यै नमः। ॐ श्री वाग्देव्यै नमः। श्रीगुरुभ्यो नमः। हरिः ओम्। सर्वेभ्यः नमस्कारः। अद्यतनवर्गस्य सुस्वागतम्। अत्र मया अद्य अरविन्दमहोदये किञ्चित् किञ्चित् अध्यापिका आचार्याः सन्ति खलु, विश्व संस्कृतगवाक्षः इति अस्ति, स्वरूपमहोदयेन एतत् अत्र चालयन्ति, सः एव अत्र चालयति एतत् विषयम्। अद्य किञ्चित् मीटिङ्ग् अस्ति 7 o'clock आरभ्य, अतः अद्य 7 PM सप्तवादनपर्यन्तमेव अत्र वर्गः चलन्ति इति मम आशा अस्ति, अत्र प्रार्थना अपि अस्ति। अनन्तरं मम हेल्त् इश्यूस् अस्ति, अत्र केन्सर् अस्ति, डाक्टर् अड्वैस्ड् मी, वैद्यः किम् उक्तवान् चेत् अत्र निद्रां करोतु इति। अद्य मम अस्वस्थ अस्ति, किञ्चिदपि अत्र कम्पनमपि भवति, अतः मया प्रेषितमेव वर्गः चालयितुम् अहम् अशक्यः इति, अशक्नोमि इति मया उक्तम् एव अरविन्दमहोदये विषये। सः किं करोति इति अहं न जानामि, एतत् मम प्रार्थना अस्ति। निद्राम् आगच्छति एव, एतत् डाक्टर् अड्वैस् मी, वैद्यः उक्तवान् निद्रां करोति इति। मम पिटिशन्, मम रिक्वेस्ट् समर्पितं, वद किम् अत्र विषये कदा भविष्यति इति अहं न जानामि। अस्तु, इदानीम् अत्र पाणिनीयव्याकरणपरिचयः प्रकरणप्रक्रिया भेदः किम् अस्ति इति वयं, असेम्ब्लि माडल् अस्ति, अनन्तरम् अत्र व्याकरणविषये भूसत्तायं कथं भवति इति, प्रकरणग्रन्थः प्रक्रियाग्रन्थः किम् अस्ति, अनन्तरम् अत्र अणुविरतिसहितसूत्रं कथं भवति इति, एतत् समीचीनतया वयं दृष्टवन्तः अपि, भूधातोः अनन्तरं जी धातुः अपि वयं दृष्टवन्तः। अनन्तरम् अत्र उपदेश अज अनुनासिक ईत् इत्यनेन, उपदेश अज अनुनासिक ईत् इत्यस्य कथं भवति इति, अत्र अनुस्वारः अनुनासिकवर्णः, अनन्तरम् एतत् इति भवति, हलन्त्यमपि न तुस्मा न विभक्तो तुस्मः आदिर्नुटुडवः अपि अस्ति। इदानीमत्र प्रत्ययेषु एव वयं प्रत्ययेषु अपि धातुषु अपि वयं दृष्टवन्तः, उपदेश अज अनुनासिक इत् हलन्त्यं विभक्तो तुस्मः आदिर्नुटुडवः। इदानीमत्र प्रत्ययेषु एव किं भवति इति वयं द्रष्टुं शक्यते। इदानीमत्र वासवी भगिनी अस्ति वा, पठितुं शक्यते वा प्रथमबिन्दुः? आं भगिनि, पठामि, पठतु, प्रयत्नेन एकक्षण भगिनि। प्रत्ययेषु एव शः प्रत्ययस्य आदिः शः इत् नाम प्रत्ययस्य आदौ शकारः अस्ति चेत् तस्य इत् संज्ञा भवति। शफ् प्रत्ययमान्तं प्रत्ययस्य षठ्यन्त्रं द्विपदमितं सूत्रम्, अणुवृत्तिसहितसूत्रं, प्रत्ययस्य आदिः शः इत्। अत्र शः प्रत्ययस्य प्रत्ययं सुबन्ते कति सन्ति, झटिति वदतु। किं भगिनि प्रत्ययं किं किम् अस्ति? तिङ् प्रत्ययः अस्ति, सुप्रत्ययः अस्ति, कृदन्तः अस्ति, तद्धितः अस्ति. उत्तमं. विकरणप्रत्ययमपि अस्ति खलु? आमां, विकरणम्. इदानीं शः प्रत्ययस्य प्रत्ययस्य आदिः शः इत् भवति. नाम प्रत्ययस्य आदौ शकारः अस्ति चेत् तस्य इत् संज्ञा भवति. शः प्रथमान्तं प्रत्ययस्य तत् स्थाने एव स्थानि भवति. अतः षष्ट्यन्तं द्विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रं प्रत्ययस्य आदिः शः इत् भवति. इदानीम् अत्र सुटु अपि अस्ति. सुटु गीता श्रीधर पठतु. आं भगिनि. छुटु छुटु प्रत्ययस्य आदौ चवर्गीयः च छ झ झ ञ अथवा टवर्गीयः ठ ढ ढ न वर्णः वर्णाः भवन्ति. वर्णः भवति चेत् तस्य वर्णस्य इत्संज्ञा भवति. चुक्स् च तुश्च तयोः इतरेद्र द्वन्द्वः छुटु द्विवचने गुरुशब्दः इव. छुटु प्रथमान्तम् एकपदम् इदं सूत्रं यथा नुल् उ अवशिष्यते तत्र अनुवृत्तिसहितसूत्रं प्रत्ययस्य आदि छुटु इतौ वचने वचनविपरीणां कृतम्. अस्तु, इदानीम् अत्र पश्यतु एकनिमिषम्. आदिर् नुटुडवः अस्ति खलु? अत्र आदिर् आदिः नि तु ड वः एतदेव. आदौ नि अस्ति वा, तु अस्ति वा, दु अस्ति वा, तत् स्थाने एव. अनन्तरम् अत्र उपदेश अवस्थायाम् एव भवति. उपदेश अवस्थायां पञ्चस्थानानि भवन्ति एव. मया पूर्वम् उक्तं, कोऽपि वक्तुं शक्यते वा? अनिल् महोदय वदतु, उपदेशं कुत्र कुत्र भवति इति? सर्वे जानन्ति. धातुषु तेषु आदेशे न अन्य कोऽपि झटिति वदतु. अन्य कोऽपि कुत्र कुत्र उपदेश अवस्थायां भवति चेत् धातु सूत्रं प्रत्यय आगमः आदेशः आगमः आम् आम् महोदय. तत् पञ्चस्थलेषु अत्र भवति एव. एतदेव उपदेश अवस्थायां. इदानीमत्र सुतु इति अस्य चावर्गः अनन्तरं टावर्गः यत्र भवति प्रत्ययं भवति तत् स्थाने अत्र इत् भवति इति. इदानीमत्र सु औजस् अमौत् ष्टस् ठाभ्यां द्यस् ठा इति अस्ति. तत् स्थाने उपदेश आदिर्नुटुडवः भवति वा, चुटु भवति वा, क्लेशः भवति खलु? क्लेशः भवति खलु? क्लेशः भवति वा? कुत्र महोदय? प्रत्ययस्य आदौ एव. मया किम् उक्तम् इदानीम् अत्र सु औजस् आम् औट् शस् ठाभ्यां द्यस् इति अस्ति खलु. तृतीय एकवच ता एव अस्ति खलु सुबन्ते प्रत्यये. तत् स्थाने टा इति अस्ति. तत् टा इत्यस्य आदिर्निटुडवः कार्यं करोति वा, चुटु कार्यं करोति वा? चुटु महोदय. हा, उत्तमं. किमर्थं चेत् अत्र उपदेश अवस्थायां नास्ति. उपदेश अवस्थायाम् एव नी वा तु वा अस्ति चेत् एव अत्र आदिर्नुटदवः कार्यं करोति. परन्तु एतत्तु ठा इति स्पष्ट समीचीनतया अत्र द्रष्टुं शक्यते एव. टावर्गः अस्ति चेत् चुटु, चावर्गः अस्ति चेत्. अतः ताभ्यां व्यस् इति स्थाने टा इति स्थाने अत्र चुटु आगत्य अत्र कार्यं कर्तुं क्षम्यता महोदय, परन्तु उपदेशे अस्ति तत्र टु पूर्णम् अस्ति, टु अर्थं टठ डटण नास्ति, आदिर्निटुड वा टु डु पूर्ण अस्ति अत्र टु तावन्तः सर्वं गतवर्गे वयं दृष्टवन्तः खलु सु औजस् इति तत् स्थाने तत् स्थाने तत्र किं भवति टा इति अस्य हा तु तत्र टा अस्ति टु नास्ति कार्यं न करोति उत्तमम् अस्तु इदानीमत्र तृतीयबिन्दुः लशको तद्धिते इति अत्र अञ्जना पठितुं शक्यते वा प्रत्ययस्य आदि लशक् अतद्धिते नामप्रत्ययस्य आदौ लकारः शकारः अथवा कावर्गीयः इक् वर्णः अस्ति चेत् तस्य इत् संज्ञा भवति लश्च षट् कुश्च तेषां समाहारद्वन्द्वः लशकु न तदितम् आतदितम् तस्मिन् अधित्तदिते लशकु प्रथमान्तम् तदित्ते सप्तम्यान्तं द्विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रं प्रत्ययस्य आदि लशकु इत् अधित्तदिते अतद्धिते इदानीं प्रत्ययस्य आदि लकारः अस्ति वा शकारः अस्ति वा कु वर्गः कुचिटुतुपु मध्ये कु अस्ति वा नाम अतद्धिते तद्धितं नास्ति अत्र अतद्धिते इत्येव इत् भवति अत्र अत्र नाम प्रत्ययस्य आदौ लकारः शकारः अथवा कावर्गीयः वर्णः सन्ति चेत् अत्र इत् संज्ञा भवति इति अत्र एतत् मिलित्वा समाहारद्वन्द्वः अस्ति यत्र यत्र समाहारद्वन्द्वः अस्ति तत्र नपुंसकलिङ्गमेव भवति न तद्धितम् अतद्धितम् इदानीं मया ग्रूप् मध्ये प्रेषितम् अधर्मः अनन्तरम् अनश्वः कवर् कथं भवति इति अत्र अधर्मः इति भवति चेत् अधर् न धर्मः अधर्मः एव किमर्थम् अत्र मया प्रेषितम् अत्र किञ्चित् क्लेशः अस्ति वा आं भगिनि अस्तु अस्ति वा अस्तु अहम् इदानीम् अत्र लेखनार्थम् अहं लेखनकार्यं करोमि अत्र पश्यतु इदानीम् अत्र द्रष्टुं शक्यते खलु सर्वे आं द्रष्टुं शक्यते भगिनि न धर्मः इति अस्ति अत्र किं भवति अधर्मः एव अधर्मः एव अत्र द्रष्टुं शक्यते खलु अनन्तरम् अत्र एकं सूत्रमस्ति तस्मान् नुडचि इति सिक्स् त्री सेवेण्टि फोर् एतत् सूत्रं किं भवति उक्तवान् अत्र अचि परे अस्ति चेत् अत्र नुट् आगमः भवति इति नुट् आगमः अत्र आगमः अत्र विशेषणं किम् अत्र आगमः नकारस्य आगमः आदेशः एतत् अस्ति अत्र मित्रवती इति भवति खलु मित्रवती इति भवति आदेशः शत्रुवती इति भवति अतः आगमः मध्ये आगत्य तिष्ठति एव नुट्टे इत्यस्य तकारः अलङ्क्यं तस्य लोपः इत्यनेन इति भवति उकारः अत्र उच्चारणार्थम् अत्र नकारः एव भवति इदानीमत्र अश्वः अश्वः इति अस्ति अश्वः अनन्तरम् अत्र अच्वर्णः अस्ति न अश्वः अत्र अश्वः अच्वर्णः अस्ति अतः तस्मात् नुडचि नुट् अचि प्रत्याहारं परे अस्ति चेत् अचि परे अस्ति चेत् प्रत्याहारं नास्ति अच् परे अस्ति चेत् अत्र किं भवति नकारः आगत्य कार्यं करोति नुट् आगमः अतः तत्र किं भवितुम् अर्हति अत्र मध्ये आगच्छति चेत् आ मध्ये नकारः आगच्छति अनश्वः इति भवति इदानीं क्लेशः अस्ति वा अच्छि परे अस्ति चेत् अच्छि परे अस्ति चेत् तस्मान् नुडसि इत्यनेन नुट् आगमः भवति अतः एव इदानीं पूर्वं वयं दृष्टवन्तः न धर्मः अधर्मः इति परन्तु अत्र अच्छि परे अस्ति चेत् धर्मः इति दकारः किं भवति झटिति वदतु हल् वर्णः खलु हल् वर्णः अतः अत्र तस्मात् नुटचि इति भवितुं न अर्हति एव न अश्वः इत्यस्य अश्वः अकारः अच् अस्ति अतः नुट् आगमः मध्ये भवति अतः एव अनश्वः इति भवति अनन्तरमत्र अनु मोनुस्वारः इति अहं वन्दे इत्यस्य अत्र मोनुस्वारः तदेव भवति अहम् इत्यस्य मकारस्य स्थाने अनुस्वारः भवति वा इन् दे वन्दे किमर्थं चेत् अग्रे हल् वर्णः अस्ति अतः मकारस्य स्थाने अनुस्वारः भवति इदानीं अहम् आह्वयामि इति अस्ति चेत् अकारे परे अत्र अच् अस्ति चेत् अत्र अनुस्वारः न भवति इति अनन्तरम् अत्र मया ग्रूप् मध्ये प्रेषितं किं प्रेषितं किं छात्रान् खलु पठतु अब्राह्मणः न एतत् नास्ति अन्य को अन्य पदमस्ति अत्र किम् अस्ति अत्र छात्रान् मा कोऽपि वदतु कोऽपि वदतु ग्रूप् मध्ये अस्ति किम् अस्ति अत्र ग्रूप् मया प्रेषितं ग्रूप् मध्ये कोऽपि द्रष्टुं न शक्यते वा अस्ति वा नास्ति वा अन्तलक्ष्मी अत्र सः अब्राह्मणः अस्ति भगिनि ओ एतदेव वा अत्र अनन्तलक्ष्मी जानाति एव, अनन्तलक्ष्मी ग्रूप् मध्ये मया प्रेषितं खलु, किम् अस्ति अत्र? एकनिमिषम् एकनिमिषम्, अनजः अनश्वः, न न एकनिमिषम्, अत्र न लोपो न किं भवति अत्र, अत्र मया किं प्रेषितं चेत् लिखतः छात्रान् ध्वनिमुद्राणि प्रेषितम् अस्ति खलु मह अन्तलक्ष्मी, ग्रूप् मध्ये प्रेषितं वा न प्रेषितं वा? प्रेषितम् इति भवत्या अत्र लिखितमेव, अस्तु इदानीं पश्यतु, पुरुषे एकवचनं गच्छन् खलु, न न लिखन् लिखन् लिखन्तौ लिखन्त इदानीमत्र लिखतः लिखतः छात्रान् मा आह्वय, इदानीमत्र लिखतः किं वचनं किं विभक्ति कोऽपि वक्तुं शक्यते वा? अन्तलक्ष्मी एव वदतु, मया प्रेषितं प्रथमविभक्ति एकवचनं लिखन् वदतु, लिखन् लिखन्तौ लिखन्तः, लिखन्तं लिखन्तौ लिखतः, उत्तमं तदेव अत्र गच्छन् गच्छन्तौ गच्छन्तः गच्छन्तौ गच्छन्तौ गच्छतः, अत्र लिखतः छात्रान् अत्र लिखतः इति द्वितीया विभक्ति बहुवचनं, छात्रान् मा आह्वय, मया अत्र आह् इति धातु पूर्वमेव वयं दृष्टवन्तः, कुत्र दृष्टवन्तः कोऽपि वक्तुं शक्यते वा कुत्र दृष्टवन्तः आह इति? न जानन्ति भ्रूञ्ज् व्यक्तायं वाचि खलु, भ्रूञ्ज् व्यक्तायं वाचि द्रष्टुं शक्यते खलु, आह एव भवति, द्विवीति प्रथमपुरुषे एकवचनम् अनन्तरमत्र तत् समये एव आह इति अपि भवति, द्विवीति आहतुः प्रथमपुरुषे द्विवचनं, ब्रूतः आहुः ब्रुवन्ति, आर्थ वीषि आहतुः ब्रूत ब्रूतः ब्रूत, ब्रवीमि ब्रूवः ब्रूमः, अत्र आह इति भवति इदानीमत्र महोदय, किन्तु आहव आहवयति अन्यं धातु, उत्तमम् उत्तमम्, एतदेव अत्र मया सूचनार्थम् अत्र आगत्य वदतु, अत्र आह्वये इति भवति. आ इति अत्र आङ् उपसर्गपूर्वकः, अनन्तरम् अत्र आङ् उपसर्गपूर्वकः किमस्ति? किमस्ति? क्वया इख् वा या क्वया इत्येव भवति. इदानीम् आङ् उपसर्गपूर्वकः क्वया इति भवति. अत्र एकारः अस्ति, एकारस्य स्थाने किं भवति? एकारस्य स्थाने ऐ ऐ आदेश एचो एचो यव यव यावः एचो यव यावः इत्यनेन किं भवति एकारस्य स्थाने? ऐ आदेश अयादेशः भवति. अयादेशः अयादेशः भवति, अतः तत्र आह्वय इति भवति. अन्तलक्ष्मी आह्वय, तत्र सा तिष्ठति इति वक्तुं शक्यते खलु? आह्वय एतदेव. लिखितः छात्रान् मा आह्वये, न डोण्ट् काल् देम्, डोण्ट् काल् छात्रान् लिखितः छात्रान् मा आह्वये. एतदेव अत्र वक्तुमिच्छामि. अनन्तरम् अत्र बृहत् सूत्रमस्ति, एतत् समासविषये अभवत् एव, किञ्चित् पठतु. ब्राह्मणविषये एव अत्र बहु बृहत् अस्ति. अत्र अलौकिकविग्रहवाक्यं किं भवति इति, अलौकिकविग्रहवाक्यं लौकिकविग्रहवाक्यं किम् अभवत् इति द्रष्टुं शक्यते एव. अत्र पश्यतु, अत्र अलौकिकविग्रहवाक्यं नै योगः ब्राह्मणः, ब्राह्मण योगः सु इति अस्ति. अत्र सर्वेषां द्रष्टुं शक्यते खलु? आं भगिनि. अलौकिक नै अस्ति, अत्र ण्यकारः अलन्त्यं तस्य लोपः इत्यनेन इति भवति. अनन्तरम् अत्र किं भवति चेत् ब्राह्मणः इति अस्ति, अब्राह्मणः अब्राह्मणः इति अस्ति. अत्र नकारस्य अन्तिमवर्णः विसर्गः भवति, विसर्गः सु इति अस्ति. सो जस् अमौट् सो जस् अमौट् शस् इति भवति. अत्र सु इति अस्य उकारः उच्चार इति भवति. अनन्तरम् एतत् उपदेश अज अनुनासिक ईत् इत्यनेनैव अत्र पूर्णतया अपगच्छति. अनन्तरं सकारः सस्त्रजिषोरुः ककारावसानयोः विसर्जनेक सर्वे जानन्ति एव. परन्तु अत्र किञ्चित् इतोपि क्रमः भवति एव. अत्र प्राक् खडारात् समासः इत्यनेन एका एव संज्ञा भवति. अनन्तरम् अत्र पुनः किं भवति? तत्पुरुषः इति सूत्रेण तत्पुरुषसंज्ञा अपि भवति. नञ् इति सूत्रेण नञ् इति अव्ययसमर्थेन सुबन्तेन सह समस्यते. नञ् इति समासः अस्ति, नञ् तत्पुरुषसमासः इति. अनन्तरम् अत्र ञकारस्य इत्संज्ञा भवति, लोपः भवति, अतः न इति अवशिष्यते. इदानीम् अत्र न योगः ब्राह्मण योगः सु इति अस्ति. समासस्य प्रातिपदिकसंज्ञा भवति. केन सूत्रेण? कृत् तद्विधसमासाश्च इति सूत्रेण एव प्रातिपदिकसंज्ञा भवति. प्रातिपदिकसंज्ञा इत्यनेन इति भवति एव. इदानीं न योगः ब्राह्मण योगः सु इति अस्ति. इदानीं सुप् प्रत्ययस्य लुक् भवति. केन सूत्रेण भवति? सुपो धातु प्रातिपदिकयोः इति सूत्रेण पूर्णतया सु इति भवति खलु. सुपो धातु प्रातिपदिकयोः इत्यनेनैव सु एतत् प्रिण्ट् करोतु, अनन्तरं भवतः समीपे स्थापयतु, सर्वत्र समासविषये एतदेव सूत्राणि सन्ति एव. प्रथमम् अत्र प्राकडारात् समासः इति भवति, एका संज्ञा भवति अत्र, अनन्तरं तत्पुरुषः भवति, नै अस्ति चेत् नै तत्पुरुषसमासः भवति, अनन्तरम् अत्र प्रातिपदिकं भवति. केन सूत्रेण प्रातिपदिकं भवति? कृत् तद्धितसमासा च इत्यनेनैव प्रातिपदिकं भवति. ब्राह्मण न अब्राह्मण एतत् सर्वं प्रातिपदिकं भवति. इदानीम् अत्र सु इति भवति एव, परन्तु अत्र सुपोधातु प्रातिपदिकयोः इत्यनेन पूर्णतया इत् भवति. पूर्णतया इत् भवति चेत् अनन्तरं तत्र विसर्गः कथं भवति? करवसानयोर्विसर्जनीयः ससजुषो रुः कथं भवति इति प्रश्नः उदेति खलु. अग्रे गच्छतु. इदानीं ब्राह्मण योगः सु इत्यस्मिन् सु इत्यस्य लुक् भवति, न ब्राह्मण इति भवति. इदानीम् अत्र तुप् तिङन्तं पदं भवति, तुप् इति अस्ति प्रातिपदिकं भवति. इदानीम् अत्र तुप् तिङन्तम् इत्यनेन पदं भवति. यस्य अन्ते सुप् प्रत्ययः अस्ति तस्य पदसंज्ञा भवति एव. अत्र च ब्राह्मण इत्यस्य अन्ते सुप् नास्ति, तर्हि प्रश्नः उदेति यत् तस्य पदसंज्ञा अस्ति न, पदसंज्ञा अस्ति वा न वा इति. उत्तरमस्ति यत् प्रत्ययरूपे प्रत्ययलक्षणम् एतेन पदसंज्ञा अस्ति एव. मया पूर्वम् उक्तं प्रत्ययरूपे प्रत्ययलक्षणम् आगत्य पुनरपि कार्यं करोति एव. तु इति लुक् भवति, सुपोधातु प्रातिपदिकयोः इत्यनेन पूर्णतया लुक् भवति, परन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण पुनरपि आगत्य कार्यं करोति. अतः अत्र सु इति अस्ति इति मन्ये. अनन्तरम् अत्र मया पुनरपि वक्तुम् इच्छामि, अत्र मम कृते किञ्चित् निद्रां करणीयमेव, सम्य अनन्तरम् अत्र कम्पनं भवति. अतः मया अरविन्द महोदयेन एतत् विषये उक्तं, कोऽपि वक्तुं कोऽपि एतत् विषये वर्गः चालयितुं शक्नोति चेत् चालयतु इति. निद्राम् आगच्छति, मम हेल्त् इश्यूस् अस्ति, केन्सर् अस्ति, अहम् एतत् विषये ट्रीट्मेण्ट् करिष्यामि एव, परन्तु निद्रा आगच्छति एव. एतत् समीचीनतया न अभवत् चेत् मध्ये मध्ये अत्र रेस्ट् रूम् गन्तव्यमेव, अतः रात्रौ, अतः पूर्णतया मम कृते निद्रां न आगच्छति. अतः मया उक्तमेव वर्गं नेतुं न शक्नोमि इति. किम् आगच्छति अग्रे, किं भविष्यति इति. भवत्याः आरोग्यं पश्यतु भगिनी. अतः एव मया उक्तं वर्गं चालयितुं नेतुं न शक्नोमि इति. मया प्रेषितम् अरविन्द महोदय एतत् विषये किञ्चित् प्रबन्धः, अत्र अन्य अध्यापिका सूचनार्थम् अस्ति चेत् समीचीनमेव, मया प्रेषितं, मम आशा अस्ति इति. अस्तु, इदानीम् अत्र पश्यतु प्रत्ययलोपे प्रत्ययलक्षणम् आगत्य पुनरपि कार्यं करोति एव. इदानीं न ब्राह्मण इति भवति. इदानीं प्रथमनिर्दिष्टं समास उपसर्जनम् इति सूत्रमस्ति. इति सूत्रेण प्रथमविभक्तौ यत् पदं निर्दिष्टं समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति. उपसर्जनसंज्ञा किं भवति चेत् पूर्वमागत्य कार्यं करोति इति. अत्र समासविधायकसूत्रं किं भवति? नञ् इति अस्ति, नञ् तत्पुरुषसमासः इति नञ् अस्ति. अस्मिन् सूत्रे नञ् इति पदं प्रथमविभक्तौ अस्ति, अतः तस्य उपसर्जनसंज्ञा भवति एव. अतः एव न ब्राह्मण इति भवति. उपसर्जनं पूर्वम् इत्युक्ते पूर्वम् आगत्य कार्यं करोति एव, पूर्वं तिष्ठति, पूर्वमेव पूर्वं तिष्ठति एव, न इति पूर्वमेव तिष्ठति. उपसर्जनं पूर्वम् इति किमर्थं कार्यं करोति? पूर्वमेव नकारः तिष्ठति, प्रथमविभक्त एव भवति उपसर्जनं पूर्वम् इति. अत्र अन्य पदम् आगत्य न कार्यं कर्तुं शक्यते इत्यनेन एव दृढतया वक्तुम् इच्छन्ति, अतः एव उपसर्जनं पूर्वम् इति भवति, न पूर्वमेव तिष्ठति एव. किञ्चित् क्लेशः तत्र भवति एव, किञ्चित् कालानन्तरम् एतत् समीचीनतया भवति एव इति मम आशा. एतत् विषये वक्तुं समासविषये किञ्चित् वक्तुम् इच्छामि, अतः एव एतत् अत्र मया अत्र नीत्वा इदानीमत्र किं किम् अस्ति इति पश्येम. इति सूत्रेण उपसर्जनं, उपसर्जनसंज्ञकपदस्य पूर्वनिपातः भवति. निपातनम् इत्युक्ते अत्र नञ् इति पदस्य पूर्वनिपातः भवति, उपसर्जनमपि भवति, अनन्तरं प्रथमान् निर्दिष्टं समास उपसर्जनम् इत्यनेन प्रथमाविभक्तो भवति. अतः तत्र पदस्य पूर्वनिपातः ब्राह्मण इति पदस्य पूर्वनिपातः न एव भवति. एतत् सर्वाणि सूत्राणि कार्यं करोति, परन्तु पूर्वमेव न तिष्ठति एव. किमर्थम् अत्र प्रथमान् निर्दिष्टं समास उपसर्जनम् अनन्तरं नञ् अनन्तरम् उपसर्जनं पूर्वम्? एतत् आगत्य पूर्वम् इति कथं भवति इति चेत् अत्र पूर्वस्य पदस्य निपातनं भवति. निपातनम् इत्युक्ते किम्? अत्र सिद्धरूपेण इति आगत्य कार्यं करोति, अतः एव अत्र न योगः ब्राह्मण इति भवति. इदानीमत्र नलोपये नञः इति सूत्रेण ञः नकारस्य लोपः भवति उत्तरपदे, अतः तत्र अब्राह्मण इति भवति. अत्र नकार उत्तरवती किम् अस्ति? नलोपो नञः इत्यनेन नकारस्य लोपः भवति, अकारः एव तिष्ठति, अतः अब्राह्मण इति भवति. अब्राह्मण इति प्रातिपदिकं लभ्यते इदानीमेव, अत्र प्रातिपदिकसंज्ञा भवति सुबोधातु न कृत्तद्धितसमासा च इत्यनेन पूर्वं वयं दृष्टवन्तः. अत्र अब्राह्मण कृत्तद्धितसमासा च इत्यनेन प्रातिपदिकसंज्ञा भवति, अनन्तरम् अब्राह्मण इति भवति. इदानीं लिङ्गस्य वचनस्य च निर्णयः भवति. अब्राह्मण अब्राह्मणः, अब्राह्मणः वा अब्राह्मणौ भवति वा अब्राह्मणाः इति भवति वा इति अत्र निर्णयः वचनस्य लिङ्गस्य विषये कर्तुं शक्यते वा. अतः एव अत्र परवलिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रेण द्वन्द्वतत्पुरुषयोः उत्तरपदस्य लिङ्गं विधीयते. उत्तरपदस्य लिङ्गम् अत्र उत्तरपदम् अस्ति ब्राह्मण इति, तस्य लिङ्गं पुल्लिङ्गं भवति. अतः अब्राह्मण इति समस्तपदस्य लिङ्गं भवति पुल्लिङ्गम्. अतः एव अत्र इदानीं पुनरपि अत्र किं भवति? स्वौ जस् अमौ तिषस् ताभ्यां यस् एतत् आगत्य कार्यं करोति. अत्र अधुना अब्राह्मणयोगः सु भवति एतत् बृहत् सूत्रेण. इति सूत्रेण सुप् उत्पत्तिः भवति, सुब् उत्पत्तिः भवति. सु इति प्रत्ययस्य उकारस्य इतिसंज्ञा भवति, तस्य लोपः अपि भवति. इदानीं सकार एव तिष्ठति. इदानीमत्र अब्राह्मणस् इति सुप् तिगन्तं पदं भवति. सुप् योजनेन सुप् इति अस्ति खलु, सुज समौट् इति अब्राह्मणस् इति भवति. इदानीमत्र सुप् तिङन्तं पदम् आगत्य कार्यं करोति. एतत् सुप् तिङन्तं पदम् इत्यनेन एव अत्र पदसंज्ञा भवति. किञ्चित् स्थाने पदसंज्ञा भवति, अनन्तरं धातुसंज्ञा भवति, अनन्तरं सुप् सुप् भवति, सुबन्तपदं भवति, तिङन्तपदमपि भवति, धातुपदमपि भवति. किं प्रयोगम् इति गृ इति दीर्घ गकारक तृतीयवर्णः गृ इति अस्ति चेत् अत्र सुबन्ते किं भवति? वीः इति भवति खलु, वाणी ध्वनिः वीः, एतदेव सुबन्तमस्ति अत्र. अस्तु अग्रे गच्छामः. इदानीमत्र अब्राह्मणस् इति भवति, तत् सकारस्य स्थाने इदानीमेव स्वसजुषोरुः इत्यनेन ऋत्वम् आदेशः भवति सकारस्य स्थाने. अनन्तरम् अत्र इदानीं ऋत्वम् आदेशः भवति उकारः, अत्र अपि उपदेशः अज अनुनासिक इत्यनेन इति भवति. इदानीमत्र अब्राह्मणर् इति भवति, करावसानयोर्विसर्जनीयः इत्यनेन अब्राह्मणः इति अन्तिमपदम्। एतदेव समासवर्गः, बहु उन्नततया, बहु अत्र क्लिष्टकरमिति नास्ति एव। अत्र ओ एतत् सूत्रेणैव एतद् भवति वा, एतत् सूत्रेणैव एतद् भवति वा, अत्र मण्डुकप्लुतिः भवति। मण्डुकप्लुतिः इत्युक्ते अत्र पश्यतु, प्रथमम् अत्र किं सूत्रमस्ति आरम्भे वक्तुम् इच्छति चेत् अत्र 213 अस्ति, अनन्तरं 2122, 223, अनन्तरं 1246, अनन्तरं 2471, अनन्तरं 1414, अन्ते गच्छेमः चेत् 6373, अनन्तरं 412, 8263, 8266, एतत् सर्वाणि 8315, एतत् मण्डुकम् एव जानाति खलु। मण्डुकम् इत्युक्ते किं फ्राग्? मण्डुकम् इत्युक्ते फ्राग् अस्ति, एतत् जम्प् करोति इतस्ततः। तदेव अत्रापि सूत्राणि अपि मण्डुकमिव गच्छन्ति, प्रथमाध्याये सः अत्र अष्टमाध्यायपर्यन्तम् आगच्छति, जम्प् करोति, प्लुतः प्लवनं करोति। अस्तु, इदानीम् अत्र अन्ते अब्राह्मणः इति पदम् अत्र भवति। अत्र एतत् रामवति इति भवति, रामः रामौ रामाः, रामं रामौ किम्, रामं रामौ रामान् रामान् उत्तमं, रामान्। तदेव अब्राह्मणः, अब्राह्मणौ, अब्राह्मणाः, अब्राह्मणम्, अब्राह्मणौ, ब्राह्मणान्, ब्राह्मणान् इत्येव भवति। एतत् अत्र मुद्रणं स्वीकरोतु, समीपे स्थापयतु, सर्वत्र एतदेव अत्र समासविषये भवति। इदानीं लशको तद्धिते प्रत्ययस्य आदि लशकु इति अतद्धिते इति भवति। अनन्तरम् अत्र अनन्तलक्ष्मी पठतु। आं भगिनि, नमस्ते। एकवारं यदा कस्यचित् वर्णस्य एकनिमिषम् अत्र मीटिङ्ग् अस्ति, अतः मया गन्तव्यमेव। सर्वेभ्यः नमस्कारः, धन्यवादः। धन्यवादः।